नमस्कारः। अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निचि अजन्तदातवः, विशेष अजन्तदातवः इति विषयः अनुवर्तते। तत्र अस्माभिः गतवर्गे लीलोर् नुग्लुका वन्यतरस्यां स्नेहविपातने इति सूत्रम् अधीतं। तत्र ली धातोः विषये चत्वारि रूपाणि सम्भवन्ति इत्यपि दृष्टं। तत्र ली धातोः नुगागमः भवति लीलोर्नुग्लुका नुग्लुका वन्यतरस्यां स्नेहविपातने इति सूत्रेण। यदा नुगागमः भवति तदानीं लीनयति इति एकं रूपं लभ्यते। यस्मिन् पक्षे नुगागमः न भवति तस्मिन् पक्षे लीयोगः णिच्, तत्र अचोयनिति इत्यनेन वृद्धिः लययोगः णिच्, यचोयवायवः लाययति इत्यपि अन्यत् रूपं लभ्यते। इतोपि रूपद्वयं वर्तते, तत् कथं सिद्ध्यति इति चेत् विभाषालीयतेः इति अन्यदेकं सूत्रमस्ति। तेन सूत्रेण ली धातोः तत्र एचः विषये आत्वं भवति। तर्हि आत्वं भवति चेत् तदानीं ला इति भवति। यदा ला इति भवति, आत्वं तु विकल्पेन भवति, विकल्पेन भवति। यदा विकल्पेन आत्वं भवति तदानीं ला इति भवति। ला इति भवति चेत् तत्र लीलोर्लुग्नुकावन्यतरस्यां स्नेहविपातने इत्यनेन लुगागमः भवति। ला इति अंशस्य लुगागमः भवति, अतः लालयति इति अपि रूपं लभ्यते। अपि च तत्र लापयति इत्यपि रूपं लभ्यते। नुगागमः यत्र नास्ति तत्र इत्युक्ते तत्र पश्यन्तु, विभाषालीयतेः इत्यनेन विकल्पेन आत्वं भवति खलु। यस्मिन् पक्षे आत्वं भवति तत्र ला इति आगच्छति। ला इति यदा आगच्छति तदानीं रूपद्वयं सम्भवति। एकस्मिन् पक्षे लुगागमः भवति लीलोर्लुग्नुगा वन्यतरस्यां स्नेहविपातने इत्यनेन, अतः लालयति इति रूपं लभ्यते। अपरस्मिन् पक्षे पुगागमः अपि भवति, अतः लापयति इति रूपं लभ्यते। अवगम्यते वा? इति आहत्य ली धातोः चत्वारि रूपाणि सम्भवन्ति। तर्हि अत्र प्रश्नः उदेति, किमर्थं तत्र लुगागमः किमर्थं भवति? सूत्रे तु लीलोर्लुम्लुका वन्यतरस्यां स्नेहविपातने इति सूत्रे तु लुगागमः तु केवलं ला धातोः विषये एव उक्तं खलु। तर्हि इदानीं ली धातोः विषये यदा आत्वं भवति तदानीं तत्र लुगागमः कथं सम्भवति इति प्रश्नः भवति। यतोहि ली धातोः नुगागमः एव स्यात्, अत्र कथं लुगागमः भवति इति प्रश्नः। तर्हि इदानीं किञ्चित् अवगन्तव्यं, पाणिनेः विवक्षा का अत्र इति एकवारं चिन्तनीयं भवति। तदर्थं तत्र किं तत्र एकदेशविकृतस्य अनन्यत्वात् इति तद् सूत्रं तस्य तद् किं परिभाषायाः विषये किञ्चित् पठितं, तत् पुनः एकवारं पठामः। वियोगः लायोगः इ इत्यनेन लुगागमः भवति, अत्र लुगागमः कथं भवति इति आरभ्य वयं पठामः। लक्ष्मी भगिनी पठति वा? आं भगिनि, कुतः आरभ्य भगिनि? वियोगः लायोगः इ लीलोर्लुग्गुका वन्यतरस्यां स्नेहविपातने इत्यनेन लुगागमः, तत्र एकदेशविकृतस्य अनन्यत्वात् इति अस्ति खलु, तस्मात् पूर्वं तत् प्रश्नः, सः प्रश्नः कः इति पठित्वा उत्तरम्। एकदेशविकृतस्य आत्वाभावे आत्वपक्षे अपि अस्ति खलु, अस्तु। वियोगलि योग इ विभाषालीयतेः इत्यनेन विकल्पेन इ स्थाने आ आदेशः, वियोग ला योग इ लीलोर्नुक् लुकौ अन्यतरस्यां स्नेहविपातने इत्यनेन लुगागमः भवति, अत्र लुगागमः कथं भवति? आत्वपक्षे यद्यपि ली धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इत्येव आसीत् इति कृत्वा एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया नुगागमः एव स्यात् इति चिन्तयामः, यतोहि प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् इति सामान्यनियमः। यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि तत्कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया अर्थः एवम् अस्ति यत् एकस्मिन् देशे विकारः भवति चेदपि मूलं तदानीमपि तस्य बीजे भवति, छिन्नपुच्छश्वा श्वा एव, कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव। अत्र प्रश्नः उदेति यत् विभाषा लीयते इत्यनेन विकल्पेन आत्वम् इति उक्तम्, अतः अत्र वि इति उपसर्गः अस्ति, लि योग णिच् इति स्थितौ विभाषा लीयते इत्यनेन ई स्थाने लि इत्यस्य ईकारस्य स्थाने आकारादेशः भवति, तर्हि तस्मिन्नेव सन्दर्भे लीलोर्नुप् लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रेण लुगागमस्यापि प्रसक्तिः अस्ति, लुगागमः अपि आगच्छति। तर्हि तत् कथं सम्भवति? लि इत्यस्य ला इति धातोः एव लुगागमः भवति खलु, एतत् एषः धातुः तु लि इति अस्ति इति प्रश्नः अत्र। तर्हि अत्र समाधानमस्ति यत् यत्र लि धातोः ला इति रूपं भवति अत्र एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा सहायं करोति, तेनैव नुगागमः सम्भवति इति लुगागमः सम्भवति इति भवति। इत्युक्ते यद्यपि लि इति धातुः अस्ति तस्य ईकारस्य स्थाने अकार आदेशः जातं, प्रकृतौ इत्युक्ते एकदेशस्य विकारः, क्षम्यतां पुनः वदतु किं तत्र सहायं करोति वा एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा सहायं करोति वा अत्र? तदेव चिन्तयामि, एकदेश अनेन परिभाषया नुगागमः एव स्यात् इति अत्र उक्तमस्ति, इत्युक्ते नुगागमः न स्यात् इत्युक्ते तदेव भवतु मूलं यत् अस्ति तदेव तस्य विकारः जायते चेदपि अन्यवत् न अन्यवत् भवति इत्यनेन परिभाषया तत्र नुगागमः एव भवति इति अत्र ग्रहणं स्यात्। नुगागमः एव भवेत् इति अस्ति परन्तु तथा न भवति, अत्र यत्र प्रकृतौ कार्यं विधीयते तर्हि अनेन परिभाषया अनया परिभाषया विकृतौ अपि तत् कार्यं विधीयते, एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा अर्थः एवम् अस्ति यत् एकस्य देशे विकारः भवति चेदपि मूलं इदानीमपि तदेव अस्ति, बीजमेव अस्ति, तस्य बीजम् इदानीमपि अस्ति, कुक्कुरस्य पुच्छं नास्ति चेदपि सः कुक्कुरः एव, छिन्नपुच्छा श्वा श्वा एव, अतः अत्र लि इत्यस्य ईकारः नास्ति चेदपि सः लि एव इति अत्र अर्थः स्यात्। तर्हि अत्र नुगागमस्य एव प्रसक्तिः अस्ति, तदेव भवतु इति अत्र विचारः इति चिन्तयामि भगिनि। नुगागमः एव भवतु इति विचारः अस्ति, सत्यम्। एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया सामान्यतया किम् उच्यते इति चेत् एकदेशविकृतः चेदपि न अन्यवत्, न अन्यवत् इत्युक्ते तत्र इदानीं ली इति धातुः अस्ति, ली धातोः विभाषा लीयतेः इत्यनेन आत्वं यदा भवति तदानीं ला इति भवति, ला इति भवति चेदपि इदानीमपि ली इति धातुः एव अस्ति. ली इति धातौ एकदेशे इत्युक्ते ईकारे आकारादेशः यदा भवति तदानीं विकृतिः जायते. प्रकृतिः अस्ति ली, विकृतिः अस्ति ला. तर्हि विकृतौ अपि, विकृतौ इदानीं ला इति अस्ति, तदानीमपि ली इति एव परिगण्यते. इदानीमपि ली इति धातुः इति एव परिगण्यते अनया परिभाषया. एकदेशे विकृतः चेदपि पूर्वं यथा आसीत् तथैव इदानीमपि परिगण्यते. तत्र भिन्न भिन्नम् इति न परिगण्यते. भिन्नः धातुः अथवा भिन्नम् इति न परिगण्यते. इदानीमपि ली इति धातुः इत्येव परिगण्यते. इत्युक्ते कश्चन पुरुषः अस्ति, तस्य ओ कुत्र प्रतिध्वनिः, मीना भगिनी वा, इदानीं सम्यक् अस्ति वा? विनयमहोदय अपि वा, अस्तु. तर्हि इदानीं मया म्यूट् कृतं तावदेव. तर्हि इदानीं तत्र ली धातोः यदा परिवर्तनं भवति तदानीं ला इति भवति. ली धातो एकदेशे ईकारे परिवर्तनं भवति, आकारादेशः भवति, इदानीं ला इति आगतं. तर्हि ला इति इदानीमपि ली इति एव अस्ति. एकदेशः विकृतः चेदपि अन्यवत् नास्ति. पूर्वं यथा आसीत् तथैव अस्ति. यथा तत्र पुरुषः, कश्चन पुरुषः अस्ति, तस्य हस्तः नास्ति इति चिन्तयति, तदानीमपि सः पुरुषः एव. तत्र कश्चन अङ्गांशः नास्ति चेदपि सः पुरुषः एव इति यथा उच्यते तत्र, तथा अत्रापि धातोः विषये अपि तदा समानरीत्या चिन्तनम्. इत्युक्ते सामान्यतया शास्त्रे किं भवति इति चेत् लौकिकव्यवहारं दृष्ट्वा एव शास्त्रे अपि अर्थनिर्णयः क्रियते. तदर्थं न्यायः इति उच्यते. लौकिकन्यायाः बहुत्र लौकिकन्यायान् अनुसृत्य शास्त्रेषु व्यवहारः भवति. अत्रापि व्याकरणे अपि तथैव. लौकिकव्यवहारे यथा तत्र छिन्नपुच्छश्वा श्वा एव इत्यथा उक्तं, तत्तु लौकिकन्यायः अस्ति. तादृशन्यायस्य अत्रापि व्याकरणे अपि तस्य प्रयोगः अस्ति. तदर्थम् एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा अत्र उक्तमस्ति. परन्तु अत्र किम् अस्ति इति चेत्, यद्यपि ली इति धातोः परिवर्तनं जायते चेदपि ली इति धातुः एव अस्ति इति वयं स्वीकुर्मः, परन्तु तादृशन्यायस्य प्रयोगः अत्र न इष्यते. लीलोर्लुग्लुकावन्यतरस्यां स्नेहविपातने इत्यत्र तादृशपरिभाषायाः साहाय्यं नापेक्षितं. वस्तुतः एतादृशपरिभाषायाः अपवादः अस्ति अत्र. लीलोर्लुग्लुकावन्यतरस्याम् इत्यत्र तत् कथमिति अग्रिमपरिच्छेदे उक्तमस्ति. वंशीभगिनी पठति वा? आं भगिनि, पठिष्यामि. परन्तु व्याख्यानेषु उच्यते यत् लीलोर्लुग्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रे ई युक्त ली इत्यस्य ईकारप्रश्लेषात् आत्मपक्षे नुक् न स्यात्, अर्थात् लीलोर्नुग्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रे लीलोः इति अस्ति, तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति. नाम ईकारयुक्तस्य ली धातोः एव नुगागमः भवति. ली धातुः यदा ला इति भवति विभाषा लीयतेः इत्यनेन सूत्रेण, तदा एकदेशविकृतस्य एकदेशविकृतस्य अनन्यत्वात् इत्यस्य कार्यं न भवति. अतः आत्मभूतस्य ला अङ्गस्य नुगागमः न भवति, अपि तु लुगागमः भवति विकल्पेन लीलोर्नुग्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रद्वारा. अस्तु, यदा वयम् अधुना दृष्टवन्तः तत्र विभाषा लीयते इति सूत्रेण ली धातोः आत्वं भवति. यदा आत्वं भवति ली धातु ला भवति. तस्मिन् समये ला धातोः नुगागमः भवति वा लुगागमः भवति वा इति प्रश्नः जातः. पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः तत्र एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया तत्र नुक् आगमः एव भवेत् यतोहि ली धातुः मूलरूप यद्यपि ली धातु ला भवति मूले तु ली अस्ति अतः तत्र चिह्ने पृच्छः शुनकः एव भवति यत् तत्र ली धातु यदा परिवर्तनं जातम् अपि धातोः परिवर्तनं जातम् अपि तत्र ला ली एव भवति ला न भवति इति तत्र पूर्वस्मिन् परिच्छेदे निगमनं जातम् परन्तु अधुना किं वदति इत्युक्ते तत्र ली धातु यदा ला भवति परिभाषायाः कार्यं न भवति यतोहि तत्र एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा कार्यं न करोति अपि च ली धातु यदा ला भवति ला एव अङ्गं भवति अपि च अतः तेन कारणेन ला अङ्गस्य नुगागमः भवति लुगागमः न भवति इति अस्मिन् परिच्छेदे उक्तं भगिनि. हा, किमर्थं लुगागमः भवति? लुगागमः न, तत्र तु विकल्पेन लुगागमः भवति. एकस्मिन् पक्षे तु ला भवति, ला ली धातु विभाषा लीयते इत्यनेन तत्र ला भवति. अन्यस्मिन् पक्षे ली धातु एव भवति, तस्मिन् तु लुगागमः भवति. न, तत्तु अस्ति, परन्तु अत्र किमर्थं लुगागमः भवति? लुगागमः तु ली धातु एव विभाषा इत्यनेन तु एकस्मिन् पक्षे तु लुगागमः भवति. यदा ला भवति तत्र नुगागमः भवति किल? प्रश्नः मया नावगतं, क्षमतां. पुनः ली धातोः विभाषा लीयतेः इत्यनेन आत्वं भवति विकल्पेन, खलु? सत्यं सत्यं. यदा आत्वं भवति ला इति भवति, ला इति यदा भवति तदानीं किमर्थं लुगागमः भवति न तु नुगागमः? अस्तु, तत्र क्षम्यतां, तत्र तु अस्य परिभाषा अस्य परिभाषायाः प्रवृत्ति नास्ति इति उक्तं. यदि अनया परिभाषया कार्यं भवति चेत् तत्र तु ली धातु एव भवति, ला इति न भवति. यदा परिवर्तनं जातं ला एव अङ्गं भवति, ली न भवति इति मम अवगमनम् अस्ति अस्मात् परिच्छेदात्. सम्यक् वा भगिनि? न न न, पश्यतु, अत्र एकदेशविकृतस्य अनन्यत्वात् इत्यस्य प्रयोगः अस्ति चेत् रूपं किं भवति? लीयोगः नुक् लीनयति इति भवति. न न न, लानयति इति भवति. लीयोगः निच् ला, लीयोगः न, ला इति विभाषा लीयते इति ला इति जातं खलु? सत्यं, ला इति जातं. लायोगः नुक् नुगागमः लानयति इति भवति वा? लानयति इति रूपं स्यात् एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया. यतोहि ला इति अपि ली एव अस्ति इति कृत्वा ली इत्यस्य क्रिये कृते यत् कार्यं भवति तत् कार्यं ला इत्यस्य कृते अपि भवति. यतोहि ला तु ली इत्यस्य एव विकृतं रूपं. सत्यं, अतः तत्र लानयति इति रूपं स्यात्, परन्तु लानयति इति रूपं नास्ति अत्र. अत्र तु लालयति इति रूपम् अस्ति. किमर्थं तत्? तत्र तु यदि तत्र परिवर्तनं जातं तत्र न, अत्र अत्र परिच्छेदे प्रथमवाक्यद्वयं पठतु. ओके, पुनः पठामि. परन्तु व्याख्यानेषु उच्यते यत् लीलोर् नुग्लुक् नुक्लुकौ अन्यतरस्नां स्नेहविपादितेन ई युक्त ली इत्यस्य ईकार प्रश्लेषात् आत्वपक्षे नुक् न स्यात्. अस्तु, आत्वपक्षे नुक् न स्यात् इति तु सूत्रे उक्तं. ली धातोः नुक् भवति, ला धातोः क्षम्यतां, ली धातोः नुक् भवति, ला धातोः लुक् भवति इत्येव सूत्रं वदति. अतः तत्र ली इत्यस्य पक्षे ईकारस्य प्रश्लेषात् यदि ईकारस्य आकारः भवति नुक् न भवति इति उक्तम्. ईकारस्य ईयुक्तली इत्यस्य ईकारप्रश्लेषात् आत्वपक्षे नुक् न स्यात् इत्यस्य कः अर्थः? ईकारप्रश्लेषात् आत्वपक्षे, तत्र प्रश्लेषात् इत्युक्ते किं भवति भगिनि? तत्र ईकारस्य परिवर्तनं भवति वा? हा, ईकारस्य कीदृशपरिवर्तनम्? आकारः भवति, आत्वपक्षे आकारः भवति, न तथा नास्ति। ईयुक्तलि, ईयुक्तलि इत्यस्य एव नुगागमः भवति। ली इत्यत्र ली इत्यत्र ईकारप्रश्लेषः इत्युक्ते ली योगः ई इति अर्थः। प्रश्लेषः यदा क्रियते ली योगः ई सवर्णदीर्घसन्धिं कृत्वा ली इति एव रूपं सिध्यति। प्रश्लेषः किमर्थं क्रियते? ली योगः ई इत्यनेन ली इति धातुः यदा इकारान्तः भवति तदानीमेव नुगागमः। अस्तु, एवं वा, अस्तु। ली इति धातुः यदा आकारान्तः भवति तदानीं नुगागमः न भवति इति अर्थः। अतः लीलोर् लुग्नुका वन्यतरस्याम् इत्यत्र ला इति यदा रूपं लभ्यते तदानीं लीलोर् लुग्नुका वन्यतरस्याम् इत्यनेन नुगागमः न भवति। तदर्थम् ईयुक्तली इत्यस्य ईकारप्रश्लेषात् अत्वपक्षे नुग्न स्यात्। अर्थात् लीलोर्लुग्लुका नुग्लुकावन्यतरस्यां स्नेहविपातने इति सूत्रे लीलोः इति अस्ति, तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति। नाम ईकारयुक्तस्य ली धातुः एव नुगागमः भवति। ली धातुः यदा ला इति भवति विभाषालीयतेः इत्यनेन सूत्रेण तदा एकदेशविकृतस्य अनेनत्वात् इत्यस्य कार्यं न भवति। अतः अत्वभूतस्य लाङ्गस्य नुगागमः न भवति, अपि तु लुगागमः भवति विकल्पेन। ओ अस्तु, अवगतं। बुद्धं बुद्धं बुद्धम् अस्तु। एतत् व्याख्यानेषु अस्ति न, तत् सूत्रे तु तत्र उक्तं, सूत्रे न उक्तम् इति यतोहि सामान्यतया वयं किं चिन्तयामः, एकदेशविकृतस्य अनन्यत्वात् इत्यनेन नुगागमः एव स्यात् इति वयं चिन्तयामः चेत् तदानीं लानयति इति अनिष्टरूपापत्तिः भवति। सत्यं, तेन वयम् अवगन्तुं शक्नुमः अस्माकं लक्ष्यमस्ति लालयति, तेन वयम् अवगन्तुं शक्नुमः अत्र एकदेशविकृतस्य अनन्यत्वात् इत्यस्य कार्यं न भवितुम् अर्हति। अतः किं वक्तुं शक्यते इति चेत् तदर्थं तत्र किमपि तत्र तत्र कोऽपि उपायः करणीयः खलु। तदर्थम् एतादृश नूतनरीत्या चिन्तयन्ति प्रश्लेषः इति इत्यस्य इति। समीचीनमस्ति भगिनि, विचारः समीचीनः अस्ति तत्र। अतः तत्र एकदेशविकृतस्य अनन्यत्वात् इति तत्र परिभाषायाः कार्यमेव न आवश्यकमस्ति, यतोहि तत्र ईकारस्य विश्लेषात् वदतु। एतादृशः कुत्रापि अन्यत् सूत्रे अस्ति वा भगिनि तत्र प्रश्लेषात् इत्यस्य विचारः सूत्रे अन्यस्मिन् सूत्रे अपि अस्ति? अस्माभिः अपि एकवारं किञ्चित् चिन्तितमासीत् अस्माकं वर्गे एव कुत्र कोऽपि स्मरति इति न स्मरामि, तत्र अस्ति किमपि सूत्रे तत् जस्यरण् इत्यत्र वा जस्यरण् इत्यत्र किम् आसीत् तत्र इत् इत्यस्य भवती उक्तवती, अहमपि न स्मरामि कुत्र श्रुतवती इति भवती उक्तवती एकवारम् अस्मिन् कक्षे वा अन्यस्मिन् कक्षे वा इति न स्मरामि भगिनि। न न अस्मिन् अस्मिन् अस्यां कक्षायामेव कक्षायामेव कृपया एकवारं चर्चितमासीत् तत्र अनुबन्धस्य विषये। यदा इत्संज्ञा इत्संज्ञा इति भवति खलु तत्र अनुबन्ध निरनुबन्धरूपं स्वीकृत्य एव सर्वत्र चिन्तनं करणीयम् इति एकं किमपि आसीत् खलु। सत्यं भगिनि, तत्र झस्यरण् इत्यत्र एव इति चिन्तयामि। अनुवृत्ति क्षम्यतां स्थानिवतादेशेन रण् इत्यस्य प्रत्ययादेश प्रत्ययः इति रूपं स्यात् वा न वा तदर्थम् आनुपूर्व्यम् इत्यपि एकविधम् अस्ति, अन्यत् तु यो किं योग अयोग इति किमपि आसीत् इत्संज्ञायोगेन योग्यपूर्वं संथिङ्ग् संथिङ्ग् आसीत् पूर्वमेव इत्संज्ञा पूर्वमेव इत्संज्ञा इति नामधेयं दत्त्वा पुनः तस्य कार्यं भवति इति भवत्याः करपत्रे लिखितं भगिनि तत् समीचीनं किं भवती जस्यरन्नित्यस्य हा जस्यरन्नित्यस्य चिन्तनम् इति मया स्थापितं सत्यं सत्यं तत्र अस्ति सत्यं तत्र एव तत्रापि प्रश्लेषः इत्यस्य चिन्तनं कृतमासीत् अतः प्रश्लेषः इति बहुत्र दृश्यते प्रश्लेषः इति बहुत्र दृश्यते तत्र तत्रापि यदा अस्माभिः पठितं तत्र विजयलक्ष्मीभगिन्याः आक्षेपः आसीत् किमर्थमेवम् एतादृशमिति अहं स्मरामि भगिन्याः आक्षेपः आसीत् तत्र इत्संज्ञा योग्यत्वात् अस्ति सिद्धत्वम् इति उक्तं खलु इत्संज्ञा योग्यत्वात् सिद्धं सत्यं भगिनि योग्यत्वात् अस्ति तत्र एव प्रश्लेषः इत्यस्य विषये चिन्तितम् अतः प्रश्लेषः इति कान्सेप्ट् तु नूतनं नास्ति इति विचारः व्याकरणशास्त्रे बहुत्र दृश्यते यत्र यत्र एतादृशम् अस्ति किमपि साधयितुं न शक्नुमः तदानीं प्रश्लेषः इति वदन्ति तदेव पाणिनेः इच्छा आसीत् इति अस्तु यत्किमपि भवतु अत्र वस्तुतः नुगागमः न भवति भगिनि प्रश्लेषाब्दि इत्युक्ते योग्यता न प्रश्लेषः इत्युक्ते श्लेषः इत्युक्ते डिविजन् इति अर्थः तत्र ली इति धातोः ईकारस्य प्रश्लेषः इत्युक्ते ईकारस्य द्विवारम् उच्चारणम् इति डिवैडिङ्ग् दट् ईकार इन् टु टु टैम्स् ली योगः ई इत्यस्य अतः तेन किम् अवगम्यते इति चेत् ली इति यदा ईकारान्तः अस्ति तदानीं नुगागमः नो चेत् न विभजनमस्ति वा श्लेष अस्तु तर्हि इदानीम् अग्रे गच्छामः किं विजया भगिनी पठति वा आं महोदय वि योगः ला योगः लुक् योगः इ विलालि इति नूतनधातुः विलालयति इति निजन्तरूपम् अत्र आत्वपक्षे अपि च लुक् अभावे अर्ति ह्री व्लि रिक्नुक्ष्मायातां पुग्नौ इत्यनेन पुक् आगमः वि योगः लि योगः निच् विभाषा लीयते इत्यनेन ई स्थाने आ आदेशः भवति वि योगः ला योगः इ इत्युक्ते वि योगः ला योगः पुक् आगमः अनन्तरम् इ योगः इत्युक्ते अत्र वि योगः ला पुक् अनुबन्धलोपानन्तरं प प एव तिष्ठति वि योगः ला योगः पा योगः इ विलापि इति निजन्तधातुः निष्पन्नम् अत्र नूतनतया अन्तिमरूपं विलापयति इति भवति अत्र किमपि वक्तव्यं वा महोदय हा स्पष्टमेव अत्र अस्ति तत्र यस्मिन् पक्षे आकारः न भवति तस्मिन् पक्षे तर्हि आहत्य कति रूपाणि वदतु अग्रे आहत्य एतानि रूपाणि सम्भवन्ति स्नेहविपातनार्थे आत्व अभावे विकल्पेन नुम् आगम नुक् आगमः विलीनयति विलापयति अनन्तरम् आत्व अपक्षयति विलाययति विलाययति अनन्तरम् आत्वपक्षे विकल्पेन लुक् आगमः भवति अतः तत्र विलालयति विलापयति इति भवति आहत्य आत्व अभावे रूपं द्वयं भवति आत्वपक्षे विकल्पेन अपि रूपं द्वयं भवति कथं भवति कथं भवन्ति रूपाणि इति वर वदतु केन सूत्रेण भवति इति वदतु आत्व अभावे अत्र इदानीमेव दृष्टवन्तः आत्व अभावे वि योगः लि योगः इ इदानीं लीलोर् नुक् लुकावन्यतरस्यां स्नेहविपातने इति सूत्रेण एव अत्र वि योगः लि नुक् आगमः भवति मध्ये अतः वि योगः लि योगः न योगः इ भवति इदानीं विलीनि इति नूतनधातुः भवति परन्तु अत्र निजन्तरूपं विलीनयति इति भवति आत्व अभावे अत्र अचोनिति इति सूत्रेण वृद्धिः भवति तदा अनन्तरं येचो यवा यावः इत्यनेन अपि आयादेशः भवति अतः वि योगः लि योगः निच् इकारः तिष्ठति अतः अत्र वृद्धिः भवति ली इति दीर्घ ईकारस्य स्थाने ऐकारः भूत्वा वि योगः लै योगः इ इदानीं वि योगः लाय् भवति एच् ओ एव यावः इत्यनेन अनन्तरं वि योगः लाय् योगः इ विलापि इति भवति निजन्तधातुः विलापयति इदानीं रूपं द्वय विलायि इति अस्ति कथं विलापि न न विलाययति दोषः कृतः मया विलाययति इति रूपं भवनं भवति इदानीम् आत्वपक्षे विभाषा लीयते इत्यनेन दीर्घ ईकारस्य स्थाने आकारः आदेशः भवति अनन्तरं लीलोर्नुक् लीलोर्नुक् लुका वन्यतरस्यां स्नेहविपातने इति अपि कार्यं करोति सूत्रमपि कार्यं करोति अतः लुक् आगमः भवति एतत् इदानीमेव भवत्या अत्र उक्तं वि योगः ला योगः लुक् योगः ई भवति विलालि इति भवति नूतनधातुः अनन्तरम् अत्र निच्योजनेन विलालयति इति रूपं भवति अनन्तरम् आत्वपक्षे इतोपि अन्यरूपमपि भवति पुक् आगमः भवति अतः तत्र वि योगः ला योगः इ मध्ये पुक् आगच्छति अतः तत्र वि योगः ला योगः प योगः इ विलापि इति नूतनधातुः भवति निजन्तरूपम् अत्र विलापयति इति भवति आहत्य अत्र आत्व अभावे विकल्पेन नुम् आगमः भवति विलीनयति विलाययति इति भवति आत्वपक्षे विकल्पेन अत्र अपि रूपं द्वयं भवति अत्र लुक् आगमः भवति अतः तत्र विलालयति विलापयति इति रूपं द्वयं भवति बहु सम्यक् बहु सम्यक् बहु सम्यक् धन्यवादः समीचीनं सर्वैः बुद्धं वा अत्र कथम् अस्ति इति प्रश्नाः सन्ति चेत् पृच्छन्तु नो चेत् अग्रे गच्छामः इति तत्र लीलोर् लुग्नुका वन्यतरस्याम् इति सूत्रं तर्हि आहत्य ली धातुः चत्वारि रूपाणि विलीनयति विलाययति विलालयति विलापयति इति ला धातोः कति रूपाणि रूपद्वयं भवति न ला धातोः रूपद्वयं किम् एकं तु लुक् लुक् लुक् लालयति एकं भवति लापयति एकं भवति सम्यक् लालयति लापयति इति रूपद्वयं भवति ला धातोः विषये अस्तु समीचीनं तर्हि इदानीम् अग्रे गच्छामः छी धातुः विशेषः अस्ति तत्र विशिष्टमेकं सूत्रमस्ति तद् इदानीम् उमा भगिनी पठतु अस्ति वा भगिनी पठामि पठामि श्रूयते वा आं श्रूयते क्षी धातुः अत्र तृतीया ओके क्षी धातुः क्षी चयने स्वादिग स्वादिगणे लटि चिनोति चिनुते चिस्पुरोर्णौ विकल्पेन क्षी स्फुर् इति धात्वोः एवः सारि एचः स्थाने आ आदेशो भवति णौ णौ इति अनुबन्धरहितत्वेन निच्छि निङि च भवति चिश्च स्फुर्च तयोरितरेतरद्वन्द्वः चिस्फुरौ तयोः चिस्फुरोः चिस्फुरोः षष्ट्यन्तं नौ सप्तम्यन्तं विपदमिदं सूत्रम् चिस्फुरोः आदेश उपदेशे अचिति इत्यस्मात् आक् एचः इत्यनयोः अनुवृत्तिः विभाषा लीयतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा चिस्फुरोः एचः आक् नौ अत्र छी धातु धातु कथं परिवर्तनं भवति इति वर्णयते चिस् पुरोर्णौ इति सूत्रेण विकल्पेन चि स्फुर् इति धातोः एकः स्थाने आदेशो भवति नौ नौ इति अनुबन्धरहितरहितत्वेन मिचि निङि च भवति द्वयोः मिचि निङि चिस्स स्फुर् च तयोरितरेतरद्वन्द्वः चिस्फुरोः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदविधं सूत्रम् आदेश उपदेशे अशिति अत्र आत् केचः इत्यनयोः अनुवृत्तिः सन्धिभाषा अनुवृत्तिः सन्धिभाषा चिस्फुरो एचः आत् नौ इति सूत्रं भवति आदेशे बहु सम्यक् भगिनि एकक्षणं बहु सम्यक् तत्र सर्वैः बुद्धं वा इति एकवारं पश्यामः तर्हि चिस्फुरोः छि अपि च स्फुर् इति हलन्तधातुः स्फुर् धातोः विषये अग्रे वयं पश्यामः हलन्तधातु हलन्तपाठे अत्र केवलं छि इति अजन्तस्य एव कार्यं किम् इति पश्यामः छि इति धातुः कस्मिन् गणे अस्ति सुरादिगणीयधातुः न छि चयने इति स्वादिगणीयधातुः स्वादिगणी समीचीनं भगिनि चुरादि अपि अस्ति सत्यम् इति मम स्मरणे आसीत् छी धातुः चुरादि अपि अस्ति स्वादि अपि अस्ति तत्र अत्र छी धातुः विकल्पेन आत्वं भवति छी धातुः उपदेशावस्थायाम् एजन्तः नास्ति उपदेशावस्थायाम् एजन्तः अस्ति चेत् आदेश उपदेशशिति इत्यनेन आत्वं भवितुम् अर्हति परन्तु उपदेशावस्थायाम् एजन्तः नास्ति इति कृत्वा यदा अचोयणिति इत्यनेन एजन्तः जायते तदानीम् आदेश उपदेशशिति इत्यस्य प्रसक्तिः नास्ति यतोहि उपदेशावस्थायां नास्ति तदर्थं नूतनसूत्रं कृतमस्ति अनेन सूत्रेण छी धातुः यदा एजन्तः चै इति भवति निच्प्रत्यये परे तदानीम् एचः स्थाने आत्वम् अतः चा योगः निच् इति स्थितिः अस्तु इदानीम् अग्रे विनयमहोदय वदति वा रूपद्वयं कथं भवति इति मया म्यूट् कृतं वा आदेशे रिच् अचो इणति वयं जानीमः जै भवति योगा रिच् अविशेष इकारः तर्हि किस् पूरोणौः इत्यनेन ऐ स्थाने आ भवति तर्हि एव च भवति अतः प्रथमतया तु वृद्धि तदनन्तरम् आत्वं योगः इकार अविशेष रिच् तदनन्तरं सूत्र अहं केवलं यदि प्रक्टिस् सूत्रं वदामि अहं न जानामि परन्तु अर्ति ह्रि ब्लि रि सूत्र ग्नुयि क्षमा क्षमायि अतामपूर्णौः उपागं भवति तर्हि चाप भवति इकार स्थित तिष्ठति तर्हि चापि भवति चापि आधारेण वयं जानीमः चापयति कथं भवति तदनन्तरम् आदेश अभावे अत्र अभावस्ति आदेश अभावे तर्हि चि योगणिच् अचोयनति भवति तर्हि चै भवति चै दन् इकार तदनन्तरम् अन्यसूत्र सन्धिसूत्रे च अव्यावायः आगच्छति इत्यनेन आय आदेशः भवति तर्हि वयं जानीमः चाय भवति इकार तिष्ठति चायी भवति च चाययति भवति अथ चापयति भवति अपि च चाययति भवति परन्तु चापयति भवति पुर् अहं किञ्चित् पठितवान् स्तोत्र धातुः अस्ति अग्रे पठिष्यामः परन्तु पदद्वयं चापयति अपि च चाययति भवति भगिनि हा बहु सम्यक् बहु सम्यक् धन्यवादः अत्र प्रश्नः अस्ति हा स्वादिगणे श्री धातु स्वादिगणः अस्ति अपि च चुरादिगणे अस्ति प्रश्नः कः हा प्रश्नः अस्ति एकदेश विकृत स्थानन्यत्वात् अपि च प्रश्लेषः अन्तर्कः यदि एकदेशविकृतस्थानत्वात् आधारेण लीपरिवर्तनं नास्ति तिष्ठति परन्तु प्रश्लेषापि समानव्यवस्था यदि इकार अस्ति कोऽपि परिवर्तनं न न भिन्नः अस्ति द्वयोः साम्यं नास्ति पश्यतु एकदेशविकृतः इति चेत् प्रक्रियायां धातोः यदा परिवर्तनं विकृतिः जायते तदानीम् अत्र प्रश्लेषः इत्यत्र विकृतेः विषयः नास्ति धातोः विषयः एव ली इति धातुः भवतु परन्तु यदा ली इति अस्ति प्रक्रियायां प्रक्रियायां केनचित् सूत्रेण परिवर्तनं नास्ति ली इति एव तिष्ठति चेत् तदानीमेव तत्र नुगागमः भवति इति अर्थः प्रश्लेषः इत्युक्ते किं लीयोगः इ इत्यत्र विकृतिः एव नास्ति धातोः विकृतिः एव नास्ति तादृशली धातोः नुगागमः भवति परन्तु एकदेशविकृतस्य अनन्यत्वात् इत्यत्र विकृतिः अत्र अस्ति विकृतिः अस्ति चेदपि प्रकृतेः कृते यानि सूत्राणि प्रसक्तानि तानि सूत्राणि विकृतेः कृते अपि प्रसक्तानि इत्येव तस्य तात्पर्यम् तर्हि एव विकृति ला भवति लालयति भवति इत्यादि धन्यवादः तर्हि इदानीं तत्र चीधातुः विषये स्वादिगणे अस्ति चुरादिगणे अपि अस्ति परन्तु चुरादिगणे कः विशेषः इति चेत् चुरादिगणीयचीधातुः मित् अस्ति चुरादिगणीयचीधातुः मित् अस्ति अतः मितां ह्रस्वः इत्यनेन चीयोगः णिच् चैयोगः णिच् इत्यत्र चापि इति यदा लभ्यते तदानीं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति अतः चपयति इति रूपं भवति अपि च चययति इति रूपमपि भवति चुरादिगणीयधातुः अस्ति चेत् तस्य विषये किञ्चित् अग्रे उक्तमस्ति तत् पठामः के चीधातुः केवलं चुरादिगणे चुरादिगणे अस्ति चेत् तत्र स्वार्थे निच् प्रत्ययः विधीयते चेत् एव मितां ह्रस्वः इत्यस्य कार्यं परन्तु प्रेरणार्थे निच् प्रत्ययः यदा विधीयते चुरादिगणीयचीधातुतः चुरादिगणीयचीधातुतः यदा प्रेरणार्थे निच् प्रत्ययः विधीयते तदानीं मितां ह्रस्वः इत्यस्य कार्यं नास्ति तत् कथं जानीमः स्वार्थे एव मितां ह्रस्वः इत्यस्य कार्यं प्रेरणार्थे मितां ह्रस्वः इत्यस्य कार्यं नास्ति इति कथं जानीमः इति प्रश्नः अत्र अस्ति अत्र तत्र चीधातुः मित् अस्ति इति कथं जानीमः प्रथमतया चुरादिगणे ण्यपादयः षट् इति सम्यक् ण्यपादयः षट् इति गणसूत्रेण ण्यपादिगणे ये धातवः सन्ति तेषां मित् इति संज्ञा तर्हि तेषु ण्यपयमरः चः बल छि छिय इति धातुः छि इति धातुः तर्हि एतेषां षण्णां धातूनां मित् इति संज्ञा अस्ति तर्हि परन्तु कथं जानीमः केवलं चुरादिगणे एव मित्संज्ञा अस्ति प्रेरणार्थे मित्संज्ञा नास्ति यतोहि प्रेरणार्थे रूपं तु चापयति चाययति इत्येव अस्ति प्रेरणार्थे रूपं केवलं स्वार्थे एव चपयति चययति इति रूपं। तर्हि कथं जानीमः केवलं स्वार्थे एव मितां ह्रस्वः इत्यस्य कार्यं प्रेरणार्थे नास्ति इति अत्र प्रश्नः उदेति। तदर्थम् अत्र अग्रिमपरिच्छेदः अस्ति। विजयलक्ष्मी भगिनी पठति वा? भगिनी अद्य अहं केवलं शृणोमि। ओ एवं वा, अस्तु अस्तु। तर्हि सरस्वती भगिनी पठतु। अस्तु भगिनि, चुरादिगणे नान्ये मितो हेतौ। श्रूयते भगिनि? इदानीं श्रूयते वा? मध्ये अस्ति वा? न न, इदानीं श्रूयते वा? वाल्यूम् अधः अस्ति। अस्तु, चीचुरादिगणे नान्ये मितो हेतौ इति गणसूत्रेण मित् अहेतौ अतः मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः भवति स्वार्थे एव। गणसूत्रं नान्ये मितो हेतौ इत्यनेन अहेतौ स्वार्थे णिचि ण्यपादिभ्यो अन्ये मितो न स्युः। अत्र कथनस्य शैली अवगन्तव्या, नो चेत् अर्थस्पष्टो न स्यात्। पाणिनेः धातुपाठे चुरादिगणस्य स्थले ण्यपादयः इति अन्तर्गणः दीयते। तत्र षड् धातवः ण्यप् यम् ण्यप यम चः रः बल चिङ्। अस्मिन्नेव प्रसङ्गे नान्ये मितो हेतौ इति गणसूत्रं वर्तते। सूत्रस्य अर्थः एवं यत् एतान् षट् धातून् अतिरिच्य अन्ये चुरादिगणीयधातवः अहेतौ मितः न सन्ति। अनेन ज्ञायते यत् एते षट् धातवः अहेतौ मितः सन्ति, अपि च हेतौ मितः न सन्ति। तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात् न उक्तं नोक्तम्? किमर्थं ये तथा न सन्ति तदेव दीयते? यस्य द्वारा बोध्यं यत् एते षट् तथा सन्ति। अनेन सूत्रस्य लघुत्वं नान्ये इत्यस्य स्थाने न्यपादयः इति स्थाप्यते चेत् सूत्रम् इतोपि दीर्घम्। अपि च यतोहि सूत्रं दत्तमस्ति न्यपादयः इति अन्तर्गणस्थले, तदर्थं न्यपादयः इति शब्दस्य आवश्यकता नास्ति। तर्हि अत्र दत्तमस्ति यत् चुरादिगणे यदि ची धातु चुरादिगणस्य धातु वयं स्वीकुर्मः तदा चुरादिगणे नान्ये मितो हेतौ इति गणसूत्रे मितं भवति, परन्तु अहेतौ इत्युक्ते मितां ह्रस्वः ह्रस्वः भवति केवलं स्वार्थे। अहेतौ इत्युक्ते स्वार्थे। आम्, गणसूत्रं नान्ये मितौ हेतौ इत्यनेन स्वार्थे णिचि ण्यपादिभ्यः, स्वार्थे यदि अस्ति तर्हि ण्यपादिभ्यः अन्ये मितां न स्युः। तर्हि कथं तस्य प्रयोगः अभवत् तत् द्रष्टव्यम्। तस्य प्रयोगः कथम् अस्ति तद् द्रष्टव्यं। कथनस्य शैली अवगन्तव्या, नो चेत् अर्थं किमस्ति, अर्थः किमस्ति तद् न स्पष्टः भवति। न्यपादिगणे षड् धातवः सन्ति, यदा पूर्वमुक्तं न्यप यम चः रः बल चीय। तर्हि षट् धातवानां कृते एषः एतद् गणसूत्रं भवति नान्ये मितो हितौ। एतान् तर्हि अर्थः किमस्ति अस्य सूत्रस्य? एतान् केवलं षट् धातूनां कृते एव अस्ति। तर्हि एतान् विहाय यदि अन्य चुरादिगणीयधातवः सन्ति, एह अहेतौ अपि अस्ति, तर्हि तेषां कृते मितः न भवन्ति। केवलं षड् धातूनां कृते एव मितः भवति. तर्हि तदपि केवलम् अहितौ. तर्हि अत्र एकं तु अस्ति षट् धातूनां कृते यदि अहितौ अस्ति तद् तद् तर्हि एव मितः भवति. षड् एते षड् धातूनां कृते अपि यदि मितः न भवति तर्हि यदि अहितौ भवति तर्हि अपि मितः न भवति. अन्यधातूनां कृते तु कदापि मितः न भवन्ति. एवमस्ति अस्य अर्थः. सम्यक् भगिनि? सम्यक् सम्यक्. किमर्थम् एतादृशं किमर्थम् एवं वक्तव्यं नान्यमितो हेतौ इति किमर्थं वक्तव्यम्? चुरादिगणे अस्ति अतः स्वार्थे प्रेरणार्थे अत्र नास्ति, सर्वं स्वार्थे अस्ति. तर्हि अतः अत्र स्पष्टं दत्तमस्ति कथं तस्य उपयोगं भाषायां भवति तथा तद् दृष्ट्वा करणीयम्. एवं वा? नान्ये इति किमर्थं वक्तव्यं? तत्र ण्यपादे षण्णां धातूनामेव मित्संज्ञा अस्ति, तर्हि किमर्थं नान्ये इति वक्तव्यम्? वदतु सूर्यकुमारी भगिनी. लघुत्वं लघुत्वं कारणमस्ति. प्रतिपादयतु लघुत्वं कथं? सूत्रे अनेन शब्दः नास्ति चेत् ज्ञाप्यं सुलभम् अस्ति. किं तत्र किं किं नान्ये इत्यस्य स्थाने किं वक्तुं शक्यते? स्वार्थ अपि शक्यं. स्वार्थे एव निश्चि अस्ति चेत् न्यपादयः न्यपादयः मितः अहेतौ इति वक्तुं शक्यते खलु? आम्. नान्ये इत्यनेन किं तत्र ज्ञपादीनामेव मित् मित् संज्ञा इष्टा, तर्हि किमर्थं न अन्ये इति वक्तव्यम् इति चेत् भवती उक्तवती, उत्तरम् उक्तवती, लाघवम् इति उक्तवती. ज्ञपादयः इत्यस्य स्थाने न अन्ये इति वदामः चेत् इतोपि लघु लघु भवति इति कृत्वा एवं रीत्या उक्तं. तत्र सूत्रशैली न केवलम् अष्टाध्याय्याम् अपि च गणसूत्रेषु अपि सूत्रस्य यद् लक्षणम् अस्ति तस्य पालनं भवति. सूत्रं लघु स्यात्, स्पष्टं स्यात् इत्यादि अस्ति खलु. असन्दिग्धं सारवत् इत्यादि अस्ति खलु. तदाधारेण अत्र गणसूत्रेषु अपि तस्य नियमस्य पालनं भवति. अत्र ण्यपादयः मितः अहेतौ इति अनुक्त्वा न अन्ये मितो हेतौ इति उक्तम्. इत्युक्ते तत्र न अन्ये मितः प्रथमतया चुरादिगणे कथं न अन्ये इत्यनेन केवलं षण्णां धातूनामेव ग्रहणम् इति कथं जानीमः? मितां ह्रस्वः मितां ह्रस्व इत्यनेन वयं जानीमः ज्ञपादय इति प्रश्नं. ह्रस्वः इत्यनेन कथं जानीमः ज्ञपादयः इति? स्वार्थे अस्ति चेत् वयं जानीमः चुरादिगणे एव अस्ति इति. न कथं जानीमः ज्ञपादीना ज्ञपादयः एव अत्र उक्तः न अन्या न अन्ये इति किमर्थं तत्र कथं जानीमः? तत्र मितां ह्रस्वः इत्यनेन मितां ह्रस्व इति सूत्रे किमपि न उक्तम्. परन्तु अत्र षण्णां धातूनां विषये किमपि न उक्तं. मितां ह्रस्वः इत्येव सूत्रमस्ति, तत्र किम् उक्तं? किमपि न उक्तं. कथं जानीमः भगिनी मित् कर्तुं मकारस्य यदि इत् संज्ञा अस्ति तर्हि नो चेत् घटादयः ण्यपादयः एवमेव भवति न वा मिताम्? एतत् ण्यपादयः षट् इति गणसूत्रमस्ति. ण्यपादयः षट् इति गणसूत्रं यत्र अस्ति तत्र एव इदम् इदं किम् इदं गणसूत्रमपि पठितम्. ण्यपादयः षट् इति उक्तं तदनन्तरं न अन्ये मितौ हेतौ इति उक्तत्वात् तत्र न अन्ये इति ण्यपादीन् विहाय अन्यः मित् नास्ति. अपि च ण्यपादयः अपि अहेतौ एव मितः. अहेतौ इत्यस्य अर्थः कः? स्वार्थे हेतु नास्ति. प्रेरणार्थे नास्ति. अहेतौ इत्यनेन हेतुमति च इति सूत्रमस्ति खलु. हेतुमति च इति सूत्रेण एव तत्र निच् प्रत्ययः प्रेरणार्थे विधीयते. तर्हि अहेतौ इत्यनेन यत्र व्यापारः हेतु तत्र हेतुः नास्ति. प्रयोजककर्ता एव हेतुः. व्यापारः हेतुमान् अस्ति. तर्हि प्रयोजककर्ता अपि नास्ति. अपि च व्यापारः अपि हेतुमान् व्यापारः नास्ति. तादृशसन्दर्भे ण्यपादयः षट् इति एते एतेषां षण्णां धातूनां नित्संज्ञा भवति, न तु अन्येषाम्. अवगतम्? अतः न अन्ये मितौ अहेतौ, मितः अहेतौ. केवलं ण्यपादयः षट् एव मितः, तदपि स्वार्थे एव न तु प्रेरणार्थे इति अत्र अर्थः अस्ति. अतः छि इति धातोः वयं पश्यामः चेत् स्वार्थे चययति चपयति इति ह्रस्वत्वं भवति मित्. प्रेरणार्थे तु ह्रस्वत्वं न भवति. चाययति चापयति इति रूपद्वयम्. अस्तु, इदानीं प्रक्रिया कथं भवति इति वयम् एकवारं पश्यामः. अत्र कः? मीना भगिनी पठति वा? पठितुं शक्नोति वा मीना भगिनी? अस्तु अस्तु, तर्हि अरुणा भगिनी पठतु. आं भगिनि, प्रक्रिया आदेशे चि योगः निच् अचो निनित्ति इति सूत्रेण बुद्धिः भवति इकारवर्णस्य चौ. अत्र चि सत्यापपाशरूपवीणा इत्यस्ति सर्वं न दृश्यते वा? चि आदेशे चि सत्यापपाशरूपवीणा स्थूलश्लोक इति सूत्रेण चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. चियोगः निच् सनाद्यन्ता दातवः इति नास्ति वा? सः पठति भवति. चि सत्यापाशरूपवीणस्थूलश्लोकसेन लोमस्तर्ण चुरादिभ्यो निच् इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. तथा चि यः निच् प्रथमं सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा भवति. चि युवः इ अधुना हेतुमति च इति सूत्रेण चि यव इ यव निच् अत्रापि सनातनदातवः इत्यनेन धातुसंज्ञा भवति. नेरनीति इत्यनेन नेः लोपः अनिट् अनिति अधुधातुके चि इ चि योग इ अचो अचो निति इत्यनेन चै योगः इ चुर् चि स्फुरो न इत्यनेन आदेशः अचि श्री क्षमायायां पुङ्नौ इत्यनेन पुगागमः चापि नान्ये यतो अहेतौ इति सूत्रेण मितां हर्षः न भवति. हेतोः चापि इति निजन्तधातुः चापयति इति रूपम्. प्रथमं चि धातु वयं जानीमः स्वादिगणे अपि अस्ति, स्वादिगणे अपि अस्ति. प्रथमं चुरादिगणे सर्वे स्वार्थनिच् युद्धसूत्र सत्य सत्यपाशस्वरूपीणस्थूलश्लोकसेना लोम पच् वर्म वर्णवूर्ण चुरादिभ्यो इत्यनेन चुरादिच् विधीयते स्वार्थार्थे शौचीयवर्मी अत्र सनातनधातुसंज्ञा भवति. तदनन्तरं निच् प्रेरणार्थे निच् अस्ति चेत् हेतुमति च इति सूत्रेण प्रथमं निच् अपि विधीयते पर तदपि नीरनीति इति सूत्रमस्ति. अत्र सूत्रेण मे हेलो इकार पूर्व इकार अनुबन्धतर अनन्तरं नि अनन्तरं दत्तः लोपः भवति. अनिति आर्तदातुकप्रत्यये वयं जानीमः निच् नागम न भवति तव्यप्रत्ययः नास्ति अतः अनिति इति आर्तदातुके शौचि युवहि एव अवशिष्यते. अधुना गुणेन चियुवहि आर्तदातुकप्रत्ययः अचो इति इदेन वृद्धिः भवति चै वहि. परन्तु नूतनसूत्रम् आगत्य चिस्प्रो नौ इत्यनेन आदेशः भवति च भवति. न अधुना च यवि आर्ति हि लीयपुङ्गौ इत्यनेन पुकागमः भवति. नान्ये मितो हेतौ इति सूत्रेण मितां ह्रस्वः न भवति. चापि चापय चापि इति धातुः नूतनधातु चापयति इति निजन्तरूपम्. बहु सम्यक् समीचीनं. तर्हि इदानीं भवती तु जानाति इदानीं तत्र शोभावग्नि अवगतं वा एकवारं प्रतिपादयतु. आं भगिनि, इदानीं तत्र आ इति आदेशे छि इति धातोः कृते सत्याप तत्र सत्यापपाश इति भवेत् वा भगिनि सूत्रे? सत्याप सत्यापपाश अहं सत्यम् इति सूत्रे सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्म वर्णचूर्ण चुरादिभ्यो णिच् इति सूत्रं दृष्टवन्तः. इत्यनेन चुरादिगणे णिच् प्रत्ययः विधीयते. प्रथमं चुरादिगणे गणीयधातूनां कृते स्वार्थे. तदनन्तरं तत्र चि इति स्वीकुर्मः चेत् चि योगः णिच् इदानीं तत्र चि योगः णिच् इति स्थाने तत्र चर्चितवन्तः. तत्र समुदायः यत् भवति चि योगः णिच् इति तत्र सनाद्यन्ता धातवः इति वक्तुं शक्नुमः. तत्र एव सनाद्यन्ता धातवः इत्यस्य प्रसक्तिः आगच्छति इति धातुसंज्ञा भवति. अपि च तदनन्तरं चियोगः इति तिष्ठति. इदानीं प्रेरणार्थे इति अस्माकं विवक्षा, अतः हेतुमति च इति सूत्रेण प्रेरणार्थे भवति इति कृत्वा चियोगः ई इत्यस्मात् परं पुनः निच्छिति प्रत्ययं योजयामः यत् हेतुमति च इति सूत्रेण आगच्छति प्रेरणार्थे. तत्र पुनः सनाद्यन्ता धातवः इति इत्यनेन धातुसंज्ञा भवेत्, यतोहि तत्र पुनः नूतनधातुः उत्पद्यते. अपि च इदानीं तत्र नेरनिटि इति सूत्रम् आगत्य कार्यं करोति, यतोहि तत्र वयं णिच् इत्यस्य इका ई द्वयं प्राप्नुमः नो चेत्. अतः णेः इत्युक्ते तत्र पूर्वस्मात् णि इत्यस्य ई अस्ति, तस्य णेः अनिटि इति अनिटि प्रत्यये परे तत्र आर्धधातुके इति अपि अस्ति. इत्यनेन तत्र णे लोपः भवति अनिटि आर्धधातुके इति. अतेन सूत्रेण पूर्वस्य प्रथमस्य एक ई इत्यस्य लोपः, पुनः चियोगः ई एव तिष्ठति. चीयोगः इ इदानीं ची इति इगन्तधातुः तस्य इकारः अस्ति अन्ते इति कृत्वा अचोण्णिति इत्यनेन वृद्धिः भवति चै इति भवति. इदानीं चै योगः इ तत्र चिस्पुरोणौ इति सूत्रेण आ इति आदेशः भवति यथा आरम्भे पठितवन्तः. यदा आ इति आदेशः भवति ऐकारस्य तत्र आ इति यत्र आदेशः भवति तत्र अर्ति ह्रीव् ली क्नूयि क्षाम् क्ष्मायातां पुङ्नौ इति सूत्रस्य प्रसक्तिः भवति. तत्र पुगागमः आगच्छति. अतः यत्र तत्र च आ इति आदेशः भूत्वा चा इति अभवत् तदनन्तरं पुक् इति आदेशः भवति तेन चाप् योगः इ चापि इति भवति. तत्र नान्ये मितो हेतौ इति गणसूत्रस्य प्रसक्तिः यतोहि इदानीं तत्र नान्ये इति इत्यस्य विषये किं ज्ञातवन्तः आहेतौ इत्युक्ते प्रेरणार्थे न इति. इदानीं तत्र चापि इत्यस्य रूपं प्राप्त्वा नान्ये आहेतौ प्रेरणार्थे मास्तु इति विवक्षायाम् एतेन गणसूत्रेण मितां ह्रस्वः न भवति हेतौ. अस्तु, इदानीं तत्र ह्रस्वः न अपेक्षितः, यत् तत्र हेतौ ह्रस्वः न भवति प्रेरणार्थे, स्वार्थे एव भवति. अतः चापि इति निजन्तधातुः चापयति इति तत्र सामान्यरूपमेव भवति. नान्ये मितो हेतौ इति गणसूत्रस्य कार्यं तु उपधायाः ह्रस्वः भवति यदा आहेतौ कार्यम् अपेक्षितं, प्रेरणार्थे न भवेत् इति इच्छा अस्ति चेत् तस्य कार्यं भवति. अत्र न भवति, अतः चापयति इति भवति, नो चेत् चपयति इति भवेत्. नो चेत् न, चुरादिगणे अस्ति चेत् चपयति. चुरादिगणे अस्ति चेत् तत्र तु चुरादिगणीयधातवः स्वार्थे भवन्ति इति कृत्वा चपयति इति भवति. हेतौ अपेक्षितं चेत् चापयति इति एव भवति. चापयति इति एव रूपं. तर्हि तत्र एकं वक्तव्यं, चुरादिगणीयधातुभ्यः यदा प्रेरणार्थे निच् भवति तदानीं तत्र अन्तर्निहितम् अस्ति स्वार्थे निच् विधानं. यतोहि चुरादिगणीयधातुभ्यः सर्वदा निच् प्रत्ययः विधीयते, अतः तत्र द्विवारं निच् प्रत्ययस्य विधानं भवति. तत्तु झटिति एव भवति इति इत्युक्ते प्रथमतया चीयोगः णिच् इति चुरादिगणीयः धातुः प्राप्य तदनन्तरं प्रेरणार्थे णिच् विधानं भवति इति नास्ति. इत्युक्ते यदा विवक्षा अस्ति, प्रेरणार्थस्य विवक्षा अस्ति, तदानीं प्रेरणार्थे एव णिच् प्रत्ययः भवति. तत्र अन्तर्निहितः भागः चुरादिगणीय णिच् अपि भवति. चुरादिगणे सत्यापपाश इति सूत्रेण णिच् अपि भवति. अतः चीयोगः णिच् योगः णिच् इति एव स्थितिः तत्र. आरम्भे एव तादृशं स्वीकुर्मः इति. हा, चुरादिगणीयधातोः धातुं प्राप्य तदनन्तरं प्रेरणार्थे निच् प्रत्ययस्य विधानम् इति नास्ति. द्विवारं निच् प्रत्ययः प्रथमसोपाने एव भवति. यतोहि अस्माकम् आदौ एव विवक्षा अस्ति खलु, प्रेरणार्थविवक्षा अस्ति. अतः चीयोगः णिच् योगः णिच् इति भवति. तदानीं तत्र समग्रस्य चीयोगः णिच् योगः णिच् इति समग्रस्य धातुसंज्ञा भवति सनाद्यन्तदातवः इति सूत्रेण. इदानीं तत्र इदानीं चीयोगः इ योगः इ इति स्थितौ बहूनि सूत्राणि प्रसक्तानि, अतः क्रमस्य विषये चिन्तनीयं भवति. तदग्रे उक्तमस्ति, पश्यामः. इदानीं तत्र इदानीं भगिनि धन्यवादः. इदानीम् अन्यः कोऽपि वदतु. इदानीं कः वदति? समीचीनं. तर्हि इदानीम् उषा भगिनी वदतु, अत्र कति सूत्राणि प्रसक्तानि? नमस्ते भगिनि. टि इति कृते चियोगः इ इति कृते प्रथमम् अचोन्निति, अचोन्निति इत्यनेन इत्यनेन इत्यपि भवितुम् अर्हति. अपि च चियोगः इ इति कृते तिस्पुरोर्णौ अपि प्रसक्तिः भवति. तिस्पुरोर्णौ सो अचोन्निति इति कृते वृद्धिः भवति इत्यनेन छै योगः इति कृते अनन्तरं चिस्पुरोर्णौ वा चिस्पुरोर्णौ इति सूत्रेण सूत्रस्य प्रसक्तिः भवति. चिस्पुरोर्णौ इति सूत्रस्य प्रसक्तिः नास्ति चेत् छै योगः इति कृते एचो अयवायावः इत्यस्य प्रसक्तिः एव भवति इत्यनेन अचोन्निति चिस्पुरोर्णौ अथवा अचोन्निति नूतनधातु छायि चाययति इति रूपं भवति इति वा. सम्यक्. परन्तु तत्र मध्ये इतोपि एकमस्ति खलु सूत्रं, द्विवारं निच् अस्ति खलु. द्विवारं निच् इत्यनेन नेरनिति इत्यनेन लोपः, नेहे लोपः भवति, यतोहि अनिटि प्रत्ययः परः अस्ति. ऐ मीन् इडागमः न भवति इत्यनेन निच् लोपः भवति. सो देन् चि योगः इ एव अवशिष्यते. देन् अचोण्णिति इत्यनेन चै भवति, चिस्पुरोर्णौ तथा प्रसक्तिः भवति, आदेशः भवति, अनन्तरं पुक् आगमः भवति, चापि इति धातु सिद्ध्यति. इत्युक्ते अत्र चिन्तनीयं, तत्र नेरनिति अचोयनिति पुगागमः इति भिन्नभिन्नसूत्राणि सन्ति. तर्हि क्रमः कः इति एकवारं चिन्तनीयं भवति. वस्तुतः अत्र चिस्पुरोर्णौ इति तु अचोयनिति इत्यस्य कार्यानन्तरमेव भवति, अतः आदौ चिस्पुरोर्णौ इत्यस्य प्रसङ्गः नास्ति. नास्ति अहं खलु अचोयनिति इति यदा भवति तदानीमेव चिस्पुरोर्णौ इत्यस्य चिन्तनम्, अतः तद्वयं पृथक् स्थापयामः. तर्हि इदानीम् अस्माकं सङ्घर्षः तु नेरनिति अपि च अचोयनिति अपि च पुगन्तलघुपद न किं सार्वधातुकार्धधातुकयोः इत्यपि अस्ति तत्र. तत्तु बाधितम् अस्ति अचोयनिति इत्यनेन वयं जानीमः. तर्हि अचोयनिति अपि च चिस्पुरो न अचोयनिति अपि च नेरनिति अनयोः मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्नः. पुनः वदतु भगिनि. नेरनिति अपि च अचोयनिति निति अचोयनिति अनयोः मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात्? नेरनिति नेरनिति एव प्रथमं कार्यम्. सङ्गकार्यं प्रथमं अचोन्निति अपि अचोन्निति धातु कृते धातु नेरनिति इत्यस्य निमित्तं किमपि नास्ति न? अचोन्निति इत्यस्यात् अनन्तरमपि कार्यं कर्तुम् अर्हति किल भगिनि? पूर्वमपि कार्यं कर्तुम् अर्हति, अनन्तरमपि कार्यं कर्तुम् अर्हति किल? तस्य अनन्तरम् अचोन्निति इति कार्यं करोति चेत् तस्मात् अनन्तरमपि निच् प्रत्ययस्य लोपः भवितुम् अर्हति. यदि अचोनिति कार्यं न करोति चेदपि नेरनिटि इत्यस्य कार्यं भवितुम् अर्हति. नित्यसूत्रं नेरनिटि इत्यस्य अनन्तरम् अचोनिति कार्यं न करोति वा? नेरनिटि अनन्तरं तत्र नेरनिटि अनन्तरं कार्यं कथं करोति? निच् प्रत्ययस्य लोपः भवति. नेरनिटि इत्यस्य कार्यक्षेत्रं सीमितम् अस्ति वा? अङ्गकार्यमस्ति वा? अचोयनिति इति अङ्गकार्यमस्ति. तत् अङ्गकार्यं नास्ति न? किम् अङ्गकार्यं नास्ति? द्वयोः अपि अङ्गकार्यं, परन्तु परसूत्रमस्ति अचोयनिति, परन्तु आर्धधातुकप्रत्ययः इत्यनेन अङ्गकार्यं षष्ठम् अध्याये एव भवति खलु सेवेन् त्री अपि सेवेन् फोर् तक् अस्ति अध्यायस्य चतुर्थपादात् आरभ्य आरभ्यपर्यन्तं सप्तमाध्यायस्य अन्तपर्यन्तं सत्यं तर्हि तत्र आचमनति इति अङ्गकार्यं भवितुम् अर्हति न तदेव तत्र अङ्गकार्यं द्वयमपि अङ्गकार्यं द्वयमपि चतुर्थपादे एव नेरनेटि इति चतुर्थपादे अस्ति अचमनति इति सप्तमाध्याये अस्ति द्वयमपि अङ्गकार्यं हा परन्तु नेरनेटि इत्यस्मिन् तु अङ्गस्य किमपि परिवर्तनं नास्ति न निष्पत्यस्य लोपः एव भवति न भगिनि तत्र अङ्गस्य भागः नास्ति वा अस्ति द्वितीयनिच्प्रत्ययस्य निच् प्रत्यये परे प्रथमनिच्प्रत्ययः अङ्गस्य भागः नास्ति वा प्रथमनिच्प्रत्यये अङ्गस्य भागः अस्ति अस्ति सत्यं तर्हि इदानीं भवती उक्तवती अचोयनीति इत्यस्य अनन्तरमपि नेरनीति इति कार्यं कर्तुम् अर्हति इति मम प्रश्नः आसीत् नेरनीति इत्यस्य अनन्तरम् अचोयनीति कार्यं न करोति वा इति तस्य उत्तरं किम् तत्र तु सूत्रसङ्ख्या अपि अस्ति न परसूत्रमपि अस्ति 6-4 इति अस्ति 7-2 इति अस्ति एकं तु न न सूत्रसङ्ख्या इदानीम् अनन्तरं पश्यामः इदानीं मम प्रश्नस्य उत्तरम् अचोयनीति इत्यस्य कार्यम् अनन्तरं भवति वा न वा नेरनीति इत्यस्य अनन्तरम् अचोयनीति इत्यस्य कार्यं भवति भगिनि पूर्वमपि भवति परमपि भवति खलु तदपि भवितुमर्हति अस्तु पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति नेरनीति इत्यपि तथैव सत्यं गुरुमपि भवितुमर्हति परमपि भवितुमर्हति तर्हि अनयोः मध्ये किं तत्र स्थल समानस्थले कार्यं नास्ति न अपवादसूत्रमपि वक्तुं न शक्यते यतोहि तत्र समानस्थले एव कार्यं खलु चीदातोः अचोयनीति इत्यत्र समानस्थले एव कार्यं खलु न चीद् अचोयनीति इत्यनेन चीदातोः चै भवति न वृद्धिः भवति परन्तु नेरनीति इत्यस्मिन् तु निच् प्रत्ययस्य लोपः भवति तत्तु तत्र वृद्धिः नास्ति न भगिनि समानस्थले नास्ति न समानस्थले समानस्थलं कुत्र कदा अपेक्षितः समानस्थलं कदा अपेक्षितम् समानस्थले अपवादप्रतिषेधे परं कार्यं कदा भवति विप्रतिषेधे परं कार्यं विप्रतिषेधे परं कार्यं द्वयोः सूत्रयोः एकस्मिन् स्थले एकस्मिन् स्थले समये प्राप्नोति प्राप्नोति चेत् परं सूत्रमेव कार्यं कर्तुम् अर्हति अत्र विप्रतिषेधः अस्ति वा विप्रतिषेधः नास्ति न मम तु समानस्थले नास्ति इति भाति मम विचारः यतोहि तत्र ची इत्यस्य वृद्धिः भवति अत्र तु वृद्धिः नास्ति लोपः भवति निच् प्रत्यय समानस्थलं नास्ति अतः विप्रतिषेधः नास्ति इति वदति भवती खलु आम् आं सत्यम् अस्तु विप्रतिषेधः नास्ति चेत् अन्यत् किं भवितुम् अर्हति इत्युक्ते समग्रचिन्तनं वदन्तु सत्यं सत्यं चिन्तयन्ति अस्मि भगिनि तत्र अतः पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इति एतदपि न आगच्छति असिद्धं कुतः इदानीं भवती उक्तवती नेरनीति अपि अचोनीति अपि पूर्वमपि कार्यं करोति परमपि कार्यं करोति इति तर्हि अत्र पूर्वसूत्रात् अत्र पूर्वसूत्रम् अस्ति नेरनिटि इति अनन्तरम् अङ्गकार्यमपि अत्रैव भवति 6-4 इति एकपञ्चाशत्तमं सूत्रमस्ति अचोनीति तु सप्तम अध्याये द्वितीयपादे अस्ति अत्र क्रमः सूत्रक्रमः अत्र सूत्रद्वयमपि नित्यसूत्रं भवितुम् अर्हति इति किं किं पुनः वदतु सूत्रद्वयमपि नेरनिति अपि च अचोन्यनिति सूत्रद्वयमपि नित्यसूत्रम् इति वक्तुं शक्यते इति भाति अत्र परसूत्रं नास्ति नित्यसूत्रमपि नास्ति अन्तरङ्गम् अथवा अपवाद इति अत्र लोप स्वल्पः अस्ति चेत् तस्य कार्यं प्रथमं कुर्यात् इति किमपि किमपि आसीत् वृद्धिकार्यस्य अपेक्षया यत्र नेः लोपः भवति तत्र एकं वार्तिकमस्ति न्यल्लोपात् यङ् वङ् इति तादृशं किमपि अस्ति दीर्घं वार्तिकं तेन वार्तिकेन वार्तिकं किमिति इदानीं सूचयामि तेन वार्तिकेन यत्र वृद्धिकार्यं नेः लोपः द्वयमपि प्राप्तं तत्र नेः लोपः एव बलवत् यद्यपि वृद्धिकार्यम् अचोयनिति इति सूत्रं परसूत्रं तथापि यत्र अनयोः सङ्घर्षः अस्ति तत्र किं नेः लोपः एव बलवत् वयं पठितवन्तः वा भगिनी एतत् बहुवारं मया उक्तम् तत् करपत्र योजयतु भगिनी भगिनी कदा भवति तादृशविषयः पुनरेकवारं भवति वा मलामलचिन्तनं न एतादृशलोपः प्रथमं नीलोपः अपि च तत्र किं नीलोपः निष्प्रत्ययस्य लोपः अनन्तरं वृद्धिकार्यं गुणकार्यम् इति तादृशं यदा आगच्छति तदानीमेव भवति अन्यथा नास्ति वृद्धि अथवा दीर्घः वृद्धि अथवा वृद्धिकार्यात् लोपः एव अधिकं बलम् इति तत्र वार्तिकमस्ति न्यल्लोप न्यल्लोपौ इयङ् यण् गुण वृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति अस्ति इत्युक्ते सामान्यतया वयं किं वदामः विप्रतिषेधे परं कार्यम् इति वयं वदामः खलु प्रतिषेधे परं कार्यम् अत्र तु यत्र पूर्वविप्रतिषेधः विप्रतिषेधः इत्युक्ते यत्र विप्रतिषेधः अस्ति तत्र पूर्वस्य कार्यं भवति इत्यपि भवति कुत्र इति चेत् एतादृशस्थलेषु यत्र नीलोपः अथवा अल्लोपः अत्लोपः नीलोपः अथ अत्लोपः तस्य अपेक्षया यत्र यण् सन्धिः गुणसन्धिः गुणः गुणकार्यं वृद्धिकार्यं दीर्घः इयङ् इति आदेशः एतादृशस्थलेषु नीलोपः अपि च अल्लोपः अत्लोपः एतौ द्वौ अपि बलवन्तौ भवतः अतः नीलोपः अल्लोपः इत्यनयोः विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति तस्य अपेक्षया इति चेत् वृद्धिकार्यं गुणकार्यं दीर्घकार्यं यण्कार्यम् अथवा इयङ् आदेशः वार्तिकं वा आं वार्तिकं भगिनी चाट् मध्ये प्रेषयतु भगिनी कृपया अहम् ईमेल् मध्ये प्रेषयामि ईमेल् प्रेषयामि अहं चाट् मध्ये इदानीं टैप् कर्तुं न शक्नोमि अत्र वेब्सैट् तः प्राप्य तदनन्तरं प्रेषयामि पश्यामि लभ्यते चेत् प्रेषयामि अस्तु भगिनि अन्यत् सूत्रमपि वक्तुम् आवश्यकमस्ति वा एकदेशविकृतसन् छौ भवति प्रथमं चि चौ भवति तदनन्तरमेव चिस्पुरौणौ भवति खलु चै योगः सूत्रं चिस्पुरो नो तत्र एकदेशे सूत्रमपि वक्तुम् आवश्यकमस्ति वा मया न बुद्धं तत्र कथं एकदेशः इति वदति चि परिवर्तनं भवति खलु चै चै परिवर्तनं भवति तदानीं तत्र किम् अस्ति न इदानीम् अस्माकं प्रश्नः अस्ति अचोयनिति अथवा नेरनीति इति प्रश्नः खलु छी चै भवति इत्युक्ते भवत्या निर्मितं यत् अचोयनिति इति प्रथमं कार्यं करोति इति परन्तु अहं न जानामि अचोयनिति प्रथमं कार्यं करोति वा न वा इति खलु? आमाम् इति अहं न जानामि चेत् क्लेशः खलु. किं बुद्धं वा न वा? आं भगिनि. अस्तु, चाट् मध्ये मया प्राप्तं, प्रेषयामि, पश्यन्तु. अस्तु, तर्हि अत्र एवं वक्तुं शक्यते, परन्तु करपत्रे किञ्चित् भिन्नरीत्या उक्तं, तत् किम् इति एकवारं पश्यामः. अस्तु, इदानीं तत्र सूर्यकुमारी भगिनी भवती एव पठतु. ध्येयं यत् महोदय, किञ्चित् क्लेशः अत्र इयङ् यन् गुणवृद्धिदीर्घानाम् अपवादः इत्यनेन किं भवति द्वयोः सूत्रयोः मध्ये? हा, तत्र नीलोपः एव बलवत् अस्ति. यदा नीलोपः अथवा यण्सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, दीर्घः इत्यादेशाः भवन्ति, इत्युक्ते सूत्रद्वयं वर्तते. एकेन सूत्रेण नीलोपः, नेरनीति इति सूत्रेण नीलोपः, अन्यत् सूत्रेण वृद्धिः वा गुणः वा यण्सन्धिः वा वृद्धिसन्धिः वा अथवा दीर्घ आदेशः वा भवति चेत् तदानीम् एतेषां सर्वेषाम् अपेक्षया नीलोपः एव बलवत्, नीलोपः बलवान्. अस्तु महोदय. एवमेव अल्लोपः इत्यस्य विषये अपि. अस्तु, तर्हि अत्र सूर्यकुमारी भगिनी पठतु अत्र. ध्येयं यत् धातु धातुसंज्ञा सर्वप्रथमं भवति सदा. यावत् धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवेत्. तदर्थं चुरादिगणे प्रेरणाद्य निच् सर्वप्रथमं द्विवारं निच् विधीयते. यतोहि एवम् अस्ति, तदर्थं यदा अन्ते मितां ह्रस्व इत्यनेन ह्रस्वत्वं स्यात् तस्य तदानीं प्रसक्तिरेव नास्ति नान्ये मितो मितो हेतौ इति गणसूत्रम्. धातुसंज्ञा सर्वप्रथमं भवति तदा. यदा धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवेत्. प्रथमं धातुसंज्ञा भवति एव, तदनन्तरमेव अन्यत् कार्यं भवेत् इति उक्तं. तदर्थं चुरादिगणे प्रेरणार्थे निच् सर्वप्रथमं द्विवारं निच् विधीयते. यतोहि एवमस्ति, तदर्थं यदा अन्ते मिताम्रस्व इत्यनेन ह्रस्वत्वं स्यात् तदर्थं मितां ह्रस्व इति सूत्रं प्रसक्ति एव नास्ति नान्ये मितो हेतौ इति गणसूत्रात्. मितो नान्ये मितो हेतौ इति गणसूत्र मस्ति, तत् प्रसक्ति एव नास्ति. तदर्थं मितो ह्रस्व सूत्रं न आवश्यकं यत्र प्रेरणार्थनिश्चयः अस्ति चेत्. तदेव भगिनि. आम्, सत्यम्. समीचीनम्. इत्युक्ते अत्र न केवलम् अत्र, यत्र कुत्रापि यदा तत्र प्रत्ययः विधीयते, यत्र धातुसंज्ञायाः अवसरः अस्ति, तदानीं धातुसंज्ञा एव प्रथमतया भवति. तत्पश्चादेव तत्र सनाद्यन्ता दातवः इति धातुसंज्ञा प्रथमतया भवति. तत्र तु सङ्घर्षः नास्ति, क्लेशः नास्ति. यदा निच्प्रत्ययः प्रेरणार्थे विधीयते, तदानीं साक्षात् धातुसंज्ञा भवति. यदा द्वितीयवारं निच्प्रत्ययः विधीयते, क्षीयोगः ईयोगः ई इति स्थितौ धातुसंज्ञा तु लभ्यते. तर्हि इदानीं यतोहि अस्माकं भ्रमः भवति खलु, यदा चुरादिगणीयधातुः छी इति अस्ति तदानीं स्वार्थे निष्कृतिः प्रथमतया भवति चेत् तदानीं मितं ह्रस्वः भवति वा, यदा छी योगः इ इति स्थितौ तत्र अचोयनिति इत्यनेन चै चै योगः इ, इदानीं चायि इति अस्ति धातुः चुरादिगणे, तत्र मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति चयि इति, तत्पश्चात् प्रेरणार्थे निष्प्रत्ययः विधीयते, अतः चययति इति एव रूपं लभ्यते खलु, कथं चाययति इति रूपं लभ्यते इति प्रश्नः भवति। यतोहि चुरादिगणीयधातुः अस्ति चेत् निष्प्रत्ययः स्वार्थे भवति प्रथमतया, तदानीं स्वार्थे चुरादिगणीयधातुः लभ्यते चयि इति, तत्पश्चात् प्रेरणार्थे निष्प्रत्ययः भवति चेत् अत्र चययति इति एव रूपं लभ्यते खलु इति प्रश्नः उदेति। परन्तु तत्र तदर्थमेव अत्र उक्तमस्ति, यदा अस्माकं विवक्षा अस्ति प्रेरणार्थे निच् इति, तदानीं मितं ह्रस्वः इत्यस्य प्रसक्तिः एव नास्ति, यतोहि नान्ये मितो हेत अहेतौ इति उक्तं खलु गणसूत्रे, अतः प्रेरणार्थे निच् निच् प्रत्ययस्य विवक्षा अस्ति चेत् तदानीं चीधातोः विषये मितं ह्रस्वः इत्यस्य प्रसङ्गः एव न भवति, यतोहि अहेतौ इति उक्तत्वात्, प्रेरणार्थे निच् प्रत्ययः विधीयते चेत् हेतु हेतुमति अस्ति, अतः हेतुमान् अस्ति व्यापारः, अतः तत्र मितं ह्रस्वः इत्यस्य प्रसङ्गः न भवति। नृत्यवाक्यस्य अर्थः एकवारं वदतु भगिनि। कस्य वाक्यस्य? नृत्यवाक्यस्य अत्र सर्वप्रथमद्विवारं द्विवारं निच् विधीयेत इति अस्ति, न विधीयते, अतः तस्य अर्थः कः भगिनि एकवारं? हा हा हा, अत्र किमुक्तमिति चेत् ध्येयं यत् धातुसंज्ञा सर्वप्रथमं भवति सदा, यावद् धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवेत्, तदर्थं चुरादिगणे प्रेरणार्थे निचि सर्वप्रथमं द्विवारं निष्कृत्यः विधीयेत इत्युक्ते, यदा तदर्थमेव मया उक्तम्, इदानीं मम विवक्षा स्वार्थे अस्ति चेत् एकवारमेव निष्कृत्यः विधीयते, क्षीयोगः निच् एकवारं विधीयते, अतः चायि इति धातुः मितां ह्रस्वः इत्यनेन ह्रस्वत्वं चययति इति रूपं लभ्यते विकल्पेन, विकल्पेन चययति इति रूपम्, अन्यस्मिन् पक्षे चपयति इति रूपं लभ्यते। परन्तु यदा मम विवक्षा प्रेरणार्थे अस्ति तदानीम् एवं नास्ति यत् प्रथमतया चुरादिगणे निष्कृत्यः विधीयते, तदानीं धातुसंज्ञा लभ्यते, धातोः निष्पादनं भवति, तत्पश्चात् पुनः द्वितीयवारं निष्कृत्यः विधीयते इति नास्ति। यदा मम विवक्षा प्रेरणार्थे मम विवक्षा अस्ति तदानीम् एकस्मिन् सोपाने एव द्विवारं निष्कृत्यः विधीयते, क्षीयोगः ई योगः ई इत्येव मम विवक्षा, अतः अत्र क्रमस्य चिन्तनम् अस्ति, क्षीयोगः ई इति विधीयते प्रथमतया, तत्पश्चात् तत्र चीयोगः इ इति प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि सर्वाणि भवन्ति, चायि इति धातुः लभ्यते, तदनन्तरं चयि इति धातुः मितां ह्रस्वः इत्यनेन चयि इति भवति, तत्पश्चात् पुनः द्वितीयवारं प्रेरणार्थे निष्प्रत्ययः विधीयते वा इति चेत् न, तथा नास्ति प्रक्रिया। प्रथमसोपाने एव मम विवक्षा प्रेरणार्थे निच् इति अस्ति चेत् तदानीं प्रथमसोपाने एव द्विवारं निष्प्रत्ययः विधीयते, तदानीं तत्र तस्य सङ्केतः कः इति चेत् अत्र मितां ह्रस्वः इत्यस्य कार्यं न स्यात्, यतोहि अत्र गणसूत्रमस्ति नान्ये मितो हेतौ इति, अतः अत्र उक्तं तदर्थं चुरादिगणे प्रेरणार्थे निचि सर्वप्रथमं द्विवारं निच् विधीयेत इति, इत्युक्ते विवक्षा विवक्षा प्रेरणार्थे अस्ति चेत् द्विवारं प्रथमसोपाने एव निष्कृत्यः विधीयते। किमुक्तं भगिनि? धन्यवादः। हा इति अस्ति, नो चेत् अस्माकं भ्रमः भवति खलु, मम प्रथमतया चुरादिगणीयधातुः लभ्यते सर्वाणि कार्याणि भूत्वा, चुरादिगणीयधातुः तु चयि एव अस्ति, कथं तत्र चयि इति धातुः कथं प्रेरणार्थे चायि इति भवति, चायि इत्येव रूपम् इष्टं तत्र, चाययति इति रूपम् इष्टं, तत् कथं लभ्यते इति अस्माकं भ्रमः भवति, तदर्थम् अत्र स्पष्टतया उक्तं विवक्षा प्रेरणार्थे निच् इति विवक्षा अस्ति चेत् द्विवारं निच् एकस्मिन् सोपाने एव भवति, इत्युक्ते प्रथमतया सुरादिगणीयधातुः लभ्यते, तत्पश्चात् प्रेरणार्थे निच् इति नास्ति तत्र. अस्तु, धन्यवादः. समीचीनं, तर्हि अत्र स्थगयामः. समयः अतीतः, इतः अग्रे अग्रिमसप्ताहे कर्तुं शक्नुमः. अत्र प्रश्नाः सन्ति, धन्यवादः. चिन्तयन्तु, अग्रिमसप्ताहे पश्यामः. धन्यवादः महोदय, शुभदिनं. नमस्कारः. धन्यवादः भगिनी. नमस्कारः भगिनी. धन्यवादः.